कर्मणि भावे च इदानीम् अस्माकं चिन्तनम् इदानीमपि वर्तते. गतवर्गे अस्माभिः किं किं पठितं श्रूयते खलु? श्रूयते महोदय. तर्हि कर्मणि भावे च तत्र अस्माभिः किं किं पठितं? अजन्तधातवः समाप्ताः, तत्र आकारान्तः, इगन्तः, उगन्तः, अकारान्तः, इगन्तः, तदनन्तरं ऋदन्तः सर्वे अस्माभिः पठिताः. इदानीं नूतनधातवः, येषां धातूनां धात्वादेशः भवति, तत्र अस्माभिः पठितम् अस्थातुस्थाने भू भवति अस्तेर्भुः इति सूत्रेण, अस्तेर्भुः इति सूत्रेण. कुत्र अस्ति महोदय, कुत्र अस्ति, कुत्र? येषां धातूनां धात्वादेशः अस्थातुः अस्तेर्भुः. येषां धातूनां कुत्र अस्ति? हलन्तधातवः अस्ति, सामान्यधातवः, तदनन्तरं तत्सर्वम् अस्माभिः पठितं. येषां धातूनां धात्वादेशः अस्ति अस्ति अस्ति महोदय. तत्र अस्तेर्बहु अस्माभिः पठितम्. अग्रे अस्ति चक्षिङ् धातुः. मीना महोदय पठतु. जक्ष धातुः, जक्षिङ् ख्याङ् ख्याङ् इत्यनेन जक्ष् धातोः ख्या आदेशो भवति आर्धधातुकविवक्षायां. चक्षियोगः यक् चक्षिङ् चक्षिङ् कुत्र पठति महोदय? चक्षिङ् ख्यान् कुत्र अस्ति सूत्रम्? चक्षिङ् ख्यान् ख्या ख्यायोगः ख्याय ख्याययोगः ते ख्यायते चक्षिङ् ख्यान् चक्षुधातोः ख्या आदेशो भवति आर्धधातुकविवक्षायाम् अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः आर्धधातुक इत्यस्य विषय कुत्र पठति? भिन्नमस्ति अत्र कर्मणि भावे, तत्र तदेव खलु करपत्रं भवति, भिन्नकरपत्रं पठन्ती अस्ति इति चिन्तयामि. 4A खलु कर्मणि भावे च? आमां, परन्तु महोदय भवती वेब्सैट् पठति खलु, अस्तु धातु अस्तेर्भुः तदनन्तरं तादृशमेव अस्ति मम करपत्रे. चक्षिङ् धातु वेब्सैट् मध्ये अस्ति वा? तत्र भिन्नमस्ति, किञ्चित् भिन्नमस्ति अत्र वेब्सैट् मध्ये. वेब्सैट् मध्ये इदानीं वेब्सैट् ई पत्रे सङ्केतः अस्ति, तत्र किञ्चित् परिवर्तनं जातम् इति चिन्तयामि. तत् भवती यत् पठति तद् भिन्न अस्ति किञ्चित् अत्र. इदानीं कर्मणि भावे च तत्र कुत्र अस्ति? यक् प्रत्ययनिर्णयः, यक् प्रत्ययस्य तत्र वा भावे कर्म? कर्मणि भावे च इति खलु? भवान् पठतु तत्पर्यन्तम्. कुत्र अस्ति इति अहं न जानामि. मम प्रिण्ट् करपत्रे अस्ति, परन्तु अहम् इदानीं वेब्सैट् मध्ये भवती शोधयतु. रिङ्ग् रिङ्ग् येन गुणोरर्थिसंयोगाद्योः जाग्रे. महोदय रघुपतिमहोदय पठति, तत्पर्यन्तं भवती तत्र लभतु. तत्र अस्तु चक्षिङ् धातुः अस्ति चक्षिङ्गः क्षाय इति ख्यायते क्षायते इति रूपं चक्षिङ्गः ख्याय् इति इत्यनेन चक्षिङ् धातोः अर्धात्मकप्रत्यये परे ख्याय् आदेशः किन्तु अत्र भाष्यकारः वदति यत् ख्यादि ख्यादिः अयमादेशः इत्युक्ते आदेशः क्या न अपि तु ख्या इति तदा अपि न तु ख्या न अपि तु क्षा इति तदा चत्वादेशे क्षा इति भवति अपि च पूर्वात्रसिद्धमिति अधिकारे एकं वार्तिकमस्ति ख्यायः शस्य यः वा वक्तव्यः इति अस्तु तत्र इदानीं ख्याय् इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति फलितार्थ अयं यत् आर्धात्विकप्रत्यये परे दक्षिण् धातोः ख्याय् ख्याय् इति द्वौ आदेशौ सिद्धौ एकवारं ख्याय् अपरस्मिन् तत्र पक्षे ख्याय् इति तत्र चक्षिङ्गः ख्याय् इति अस्ति परन्तु तत्र क्षाय् क्षा इति आदेशः इति भाष्यकारः वदति अतः क्षा इति भवति यत्र क्षा इति अस्ति तत्र षकारस्य किमस्ति अत्र अत्र रूपद्वयं भवति ख्याय् आदेशः अपि च क्षाय् आदेशः इति अत्र यदा खकारः महाप्राणः अस्ति तत्र अनन्तरं ककार चर्त्वं भवति ककार अतः एव ख्यायते क्षायते इति अस्ति अत्र चक्षिङ् ख्याय् इति क्षायते इति न श्रूयते महोदय किञ्चित् न श्रूयते अहं वदामि रूपद्वयं भवति ख्यायते क्षायते आम् क्षायते क्षायते इति क्षायतस्य यः वा वक् विकल्पेन वक्तव्यम् इति अस्ति अत्र क्षा इति क्षा अग्रे अग्रे अजिधातुः अजेः वि घञ् अपोः इति इत्यनेन अजिधातुः वि आदेशः भवति आर्धात्विवक्षायां घञ् अप् प्रत्ययौ वर्जयित्वा इति अस्ति अत्र घञ् अपि च अप् अप् प्रत्ययौ वर्जयित्वा अन्यत्र सर्वत्र आर्धात्विवक्षायां तत्र आर्धात्कप्रत्यये आगच्छति सति तत्र विशेषत आर्धात्विवक्षायां तत्र अजेः तत्र वि आदेशः भवति वि इति आदेशः भवति तर्हि अजियोग यक् यक् इति अर्धात्कप्रत्यये अस्ति अपि च घञ् नास्ति अप नास्ति अतः अजे घञ् अजे अजेर्व्यघञपोः इत्यनेन वियोग य इति वीयते इति भवति अजे गञ् अपोः अज् धातोः वि आदेशः भवति आर्धात्मकविवक्षायां घञ् अप्रत्यय वर्जयित्वा अनेकाल्चित् सर्वस्य इत्यनेन सर्वादेशः तत्र अजे इक्षित इक्षिपौ धातुनिर्देश इति वक्तव्यमिति वार्तिकेन तत्र धातुनिर्देश अज् धातोः अजेः अजि इति इक् प्रत्यये परि अजि इति धातुः षष्टिविभक्तौ अजेः इति भवति तत्र घञ् च अप् च तयोः इतरेतरद्वन्द्वः घञ् अपौ न घञ् अपौ अघ अघञ् अपौ इति अस्ति तयोः अघञ् अपोः इति अजेः षष्ट्यन्तं वि अविभक् अविभक्तिं षष्ट्यन्तं वि इति अवि अविभक्तिं वि इति अपोः सप्तम्यन्त त्रिपदिबन्धसूत्रमस्ति तत्र अज् एतत् सूत्रं वदति अज् धातोः वि आदेशः भवति आर्धात्कप्रत्यये परे गञ् अपि च अप् इति कृत्प्रत्ययम् आर्धात्कप्रत्ययं वर्जयित्वा इति अस् धातुस्थाने भू चक्षिङ् धातुस्थाने ख्याय अज् स्थाने धातु भवति वि परन्तु घञ् अपि च अप् इति प्रत्ययो वर्जयित्वा एव भवति अन्यथा सर्वत्र भवति दिवीयते इति सर्वे अवगच्छन्ति वा धात्वादेशः प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. अर्थः किं महोदय? अजित् अर्थः किम्? अजय् इति षष्ठी खलु, अजयस्थाने वि इति भवति. न धातोः अर्थं किम् इति द्रष्टव्यम्. अजय् इति तत्र अज इति भवतु, तत्र यत् गच्छति इति अतः अज इति धातु गतिभक्षणयोः गतिक्षेपणयोः इति अस्ति. टु गो टु ड्रैव् अज इति तत्र सर्वत्र गच्छति खलु, तत् अज इति अनेन एव भवति अज इति. तर्हि अग्रे मीना महोदय इदानीं प्राप्नोति वा? प्राप्तं महोदय. अग्रे अग्रे पठतु जनसङ्खन्. जनसङ्खन् इति दातवः ये विभाषा इत्यनेन जनसङ्खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि ङिति प्रत्यये परे. आत्वपक्षे जन्योगः यक् ये विभाषा इत्यनेन नकारस्य आत्वम्. ओ ये विभाषा इति किं वदति? नकारस्य स्थाने विकल्पेन आकारादेश. ओके आत्वं जा जन् इति स्थाने जा भवति. जाय जाय जायते. आत्व आत्व अपक्षे जन्योगः यक् जन्योगः य जन्य जन् जन्यते. जायते वा अथवा जन्यते वा आत्वम् आत्वपक्षे जायते आत्व अपक्षे जन्यते. एवमेव सन् योगः यक् सायते सन्यते. खन् योगः यक् कायते खन्यते. ये विभाषा इति सूत्रं षष्ठमध्याये चतुर्थपादे त्रिचत्वारिंशत् सूत्रं जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि ङिति प्रत्यये परे. अलोन्तस्य इत्यनेन अन्तादेशः ये सप्तम्यन्तं विभाषा प्रथमान्तं द्विपदमिदं सूत्रं जनसनखनां सञ्झलोः इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः विङ् वनोर् अनुनासिक स्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात्तो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि ङिति इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनसनकनाम् अङ्गस्य आत् ए ङिति विभाषा. ओके इति अत्र जनसनकनाम् इति धातुत्रयाणां तत्र आत्वं भवति यत्र विकल्पेन इति यकारादि ङिति प्रत्यये परे तादृशमेव किल विकल्पेन यकार ङिति अपि च इति तादृशप्रत्यये परे आत्वं भवति विकल्पेन भवति. तर्हि यक् प्रत्ययपि अस्ति कितपि अस्ति अतः यक् प्रत्ययपरे विकल्पेन आत्वादेशः भवति. एकस्मिन् पक्षे भवति एकस्मिन् पक्षे न भवति. जायते जन्यते सायते सन्यते खायते खन्यते. यक् इति कर्मणि यक् वा किम्? यक् प्रत्ययः अस्ति कर्मणि प्रयोगे अस्ति तत् तादृश यक् एव किल. आम् तन् धातु तनोतेर् यकि इत्यनेन तन् धातोः विकल्पेन आकारादेशो भवति यक् प्रत्यये परे. स समानमेव तनोतेर् किमर्थं तनोति अपि तत्र न योजितं तत्र खनसनखन न सूत्र जनसनखन तत्र एकमस्ति जनसनखनां सञ्झलोः तत्र केवलं जन्सन् खन् भवति, तदनन्तरं ये विभाषा इत्यनेन तस्य अनुवृत्तिः भवति, परन्तु तत्र तन् इदानीं पर्यन्तं नास्ति, अतः तस्य कृते नूतनसूत्रं कृतम्। किमर्थं नूतनसूत्रं, किमर्थं तनोति अपि तत्र जनसनकनां तनोति इति योजनं न कृतम्? जनसनखनां सञ्झलोः इति सूत्रे जनसनखनां भवति खलु, तत्र तत्र तन् धातोः तत्र प्रसक्तिः नास्ति, तन् धातोः कृते निमित्तं किम, निमित्तं समानमेव किल? नास्ति, अत्र यक्येव अत्र अत्र सूत्रं पृथक् पृथक् अस्ति महोदय, एकं तु अस्ति, शृणोतु, जन् सन् खन् धातुः यत् अस्ति तत् जन् सन् खनां सञ्झलोः इत्यनेन तस्य अनुवृत्तिः भवति, मुख्यसूत्रमासीत् यत्र धातुः आगच्छति जनसनखनां सञ्जलोः, तत्र तन् धातोः प्रसक्तिः नास्ति, एकं तु तथा तथा अस्ति। अन्यमस्ति तनोतेर्यकि इति सूत्रं केवलं यक् प्रत्यय कृते भवति, ये विभाषा यकारादिप्रत्यय कृते भवति, तत्र भेदः अस्ति, तत्र ये क्ति यकारादि परन्तु क्ति तत्र निमित्तमस्ति, तत्र अत्र तनोतेर्यक् यकार यक् एव प्रत्यये परे, अत्र विकल्पेन नास्ति, विकल्पेन एव विकल्पेन इत्यनेन तं धातोः विकल्पेन आकारादेशो भवति यक् प्रत्यये परे, तत् प्रीवियस् जनशनकनामङ्गस्य आत्वं तत्रापि अस्ति, परन्तु ये ये यकारादि क्ति प्रत्यये परे, यकि केवलं यक् प्रत्यये कृते अस्ति, अत्र यक् एव ओके, आत्वपक्षे तं योगः यक् ता योगः य ताय तायते, अपक्षे तं योगः यक् तन् तन्यते, तन्यते अथवा तायते, तनोतेर् यकि इति सूत्रं तत्र तं धातोः विकल्पेन आकारादेशो भवति यक् प्रत्यये परे, अलोन्त्यस्य इत्यनेन आत्वादेशः अन्त्यादेशः, तनोतेः षष्ट्यन्तं यकि सप्तम्यन्तं द्विपदमिदं सूत्रं विङ्वनोर् अनुना अननासिक स्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, ये विभाषा इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं तनोतेः आत् यकि विभाषा, तत्र यङि यति तत्र अत्र यकि विभाषा, सर्वे अवगच्छन्ति वा? अग्रे पठामि वा? सर्वे अवगच्छन्ति वा? आं महोदय, अस्तु धन्यवादः, अग्रे कस्य प्रश्नः अस्ति? नास्ति महोदय। तर्हि विजय महोदय अग्रे पठतु, सम्प्रसारणी धातवः सम्प्रसारणी धातवः यक् प्रत्ययः कित् अतः वचेष्वपि यजादीनां किति ग्रहिजा वै व्यधि वष्टि वृच्छति वृक्षति पृच्छति बृजतीनां निति च इति सूत्राभ्यां सम्प्रसारणं भवति। सम्प्रसारणम् इत्युक्ते ईग्यनः, इक् स्थाने यनः भवति, परन्तु अत्र पश्येम वचेष्वपि यजादीनां किति इति सूत्रेण वच् स्वप् यज् वप् वह् वस् वद् वे स्वे स्वि व्ये इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे अस्ति चेत्। यज् आदिः येषां ते यजादयः, वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्वः, वचि स्वपि यजादयः तेषां वचि स्वपि यजादीनां, वचेष्वपि यजादीनां षष्ट्यन्तं किति सप्तम्यन्तं द्विपदमिदं सूत्रं, ष्यङ्गः सम्प्रसारणं पुत्रपत्योः पुत्रपत्युस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं वचि स्वपियजादीनां सम्प्रसारणं कुपि. अत्र सम्प्रसारणं कुत्र भवति इति वयं जानीमः एव. अत्र इकोयनचि इति सूत्रमस्ति, परन्तु अत्र इग्यनः इत्यनेन यनस्थाने इक् भवति इति. अत्र वचि स्वपि यजानि यजादीनां किति अपि सम्प्रसारणसूत्रमस्ति. अनन्तरं गृही ज वयु इति बृहत्सूत्रमपि सम्प्रसारणं विषये एव. एतत् द्वाभ्यां सूत्राभ्याम् अत्र सम्प्रसारणं भवति इति. अत्र वचि स्वपि यजादीनां किति किं किम् अत्र धातवः सन्ति चेत् वचि स्वप् यज् वप् वक् वस् वद् वे स्वे स्वि वे एतेषां धातूनां सम्प्रसारणं भवति. यत्र भवति अत्र निमित्तं किम् अस्ति चेत् किति प्रत्यये परे अस्ति चेत् अत्र कार्यं भवति इति. अग्रे पठामि वा महोदय? तर्हि वच् स्व यज् वह वस् वद् वेय ह्रेय श्री वेय अत्र कित् प्रत्यये परे किं भवति? सम्प्रसारणं. परन्तु ग्रही जा वै वष्टि वृच्छति वृच्छति पृच्छति भृच्छति इत्येषां धातूनां कृते नित् प्रत्यये परे अपि च कित् प्रत्यये परे किं भवति? सम्प्रसारणं भवति. तर्हि यत् प्रत्ययः कित् अस्ति अतः तस्य कृते वचिस्वपि यजादीनां किति इति सूत्रमपि कार्यं करोति, ग्रहीजे अपि कार्यं करोति. तदनन्तरम् इग्यणः सम्प्रसारणं सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणम् इति अस्माभिः पूर्वं पठितं. केवलं प्रथमवाक्यं पठतु महोदय. आम्, ईग्यनः सम्प्रसारणं यनः स्थाने यः ईक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. सम्प्रसारणञ्च सम्प्रसारणसंज्ञकः वर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपम् आदेशः भवति. तावदेव महोदय. अत्र न सम्प्रसार तत्र पूर्वं श्यङ श्यङ सम्प्रसारणं पुत्र पत्योस्तत्पुरुषे तत् सूत्रं किं वदति? किं श्यङ शङः तत्र सम्प्रसारणमित्यस्य अनुवृत्तिः भवति तस्मात्, परन्तु तत् सूत्रं किं वदति महोदय? श्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्युक्ते किम्? आवश्यकता नास्ति. किमर्थं पृच्छति? केवल अनुवृत्तिकृते अस्ति खलु. अत्रापि यनः स्थाने ईक् भवति. पुत्रपति इति एतयोर्मध्ये अत्र उत्तरपदस्य उत्तरपदयोः तत्पुरुषसमासः श्यङ् इति भवति चेत् अत्र सम्प्रसारणं भवति. अत्रापि यनः स्थाने ईक् भवति. ईग् यनः इति अग्रे अस्ति खलु. पुत्रपत्योः तत्पुरुषे इति एतत् अपत्यार्थे अस्ति. अपत्यार्थे तद्धितान्ते अस्ति. तद्धितमध्ये अस्ति. इदानीं किमर्थं पचति? अत्र केवलं सम्प्रसारणं तत्र अनुवृत्तिरूपेण आगच्छति अतः अत्र लिखितमस्ति. तत् जानामि महोदय, परन्तु सूत्रमुख्यमध्ये. अस्तु, अग्रे विजय महोदय. सम्प्रसारणाच्च सम्प्रसारणाच्च एतत् अभवत् खलु महोदय. अत्र सम्प्रसारणसञ्ज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपम् आदेशः भवति. अत्र अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् अस्ति चेत् अत्र पूर्वपरयोः आदेशः पूर्वरूपमेव आदेशः भवति इति सम्प्रसारणाच्च इति सूत्रं वदति. अनन्तरं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं. सम्प्रसारणसमये परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. यत् वर्णः ईग्यनः इति अस्ति चेत् अत्र ईग्यनः सूत्रेण अत्र पूर्वं स्थितस्य सम्प्रसारणं यत् भवति, यकारः वा वकारः वा एतत् अस्ति चेत् अत्र प्रथमं स्थितस्य वर्णस्य स्थाने सम्प्रसारणं न भवति एव. अत्र सूत्रसम्पूर्णतया अस्ति एव, सम्पूर्णतया सूत्रमस्ति न सम्प्रसारणे सम्प्रसारणम् इति. तर्हि एतत् सर्वम् अस्माभिः पूर्वं पठितम्. किमपि नास्ति। तर्हि इदानीम् अभ्यासं कुर्मः। तर्हि प्रथमं पठतु महोदय, ग्रहयोगः यक् किं भवति? अत्र ग्रह इति अस्ति, अत्र रेपान्तः अस्ति, अत्र रेपान्तस्थाने ऋकारः भूत्वा गृह् भवति, यकारस्य स्थाने य एव तिष्ठति, गृह्य इति भवति। तर्हि ग्रहधातु भवति गृह्यते, रि रि रि इति भवति, रेपः अस्ति, रेपः भवति, रु भवति, गृह् गृह् इति भवति, गृह्य इति भवति। मदन् महोदय अग्रे वृश्च। आं महोदय, वृक्ष योगः यक् अत्र वृक्ष इति गहि जाति सूत्रे आगच्छति इति सम्प्रसारणं भवति, अतः गृ भवति, न किं महोदय, वृक्ष वृच्छ्यते, वृच्छ्यते इति रूपम्। तर्हि किं भवति, कस्य स्थाने किं भवति? रेफस्य स्थाने ऋकारः भवति सम्प्रसारणं। तर्हि वकारस्य स्थाने, वकारस्य स्थाने उकारः किमर्थं न भवति? तदपि सम्प्रसारणमस्ति खलु? न महोदय, अत्र सम्प्रसारणं च इति सूत्रेण पूर्वपरयोः स्थाने एक पूर्व आदेशः भवति। तत् सूत्रं नास्ति, अत्र वकारः अपि सम्प्रसारणी वर्णः अस्ति, रेफः अपि अस्ति, तर्हि यदा वर्णद्वयम् अस्ति सम्प्रसारणी, तत्र अनन्तरस्य एव सम्प्रसारणं भवति। केन केन सूत्रेण? न सम्प्रसारणे न सम्प्रसारणे सम्प्रसारणे सम्प्रसारणं, तर्हि अत्र वकारस्य रु भवति, वृष्ट्यते, वृष्ट्यते खलु, सम्प्रसारणं च इति सूत्रं वदति पूर्वपरयोः स्थाने एकः पूर्व आदेशो भवति इति। तत्तु यत्र नाम पठतु अथर्व न वृश्च मध्ये व र ओ अस्ति खलु, इदानीं रेफस्य रु भवति, तर्हि व रु ओ इति भवति। इदानीं रु ओ तयोः सन्धि कथं भवति सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने एकः पूर्वम् आदेशः भवति, तर्हि रुयोगः अ रु एव भवति, अतः वृष्ट्यते, तत्र सन्धिमस्ति। अन्यथा पुनः तत्र येण सन्धि भवति खलु, पुनः ऋकार अकारस्य अतः न भवति, पुनः यन् सन्धि भवति चेत् किमपि परिवर्तनं न भवति, परिवर्तनं न भवति। वृष्यते वा स्वरूपं, वृष्यते, अग्रे पृच्छ्यते, पृच्छ्यते, पृच्छ्यते किं, पृच्छ्यते, पृच्छ्यते, ते आत्मनेपदे दृश्यते, दृश्यते, सकारस्य किं भवति, सकारस्य किमपि भवति वा, स्कोः संयोगाद्योरन्ते च इत्यनेन कृत्वं संयोगादे नास्ति, जलि भवेत् अथवा पदान्ते भवेत्, यक्ष यकारः जलि नास्ति खलु, जलि अस्ति, तर्हि भवति सकारयोगजकारः किमस्ति, संयोगः अस्ति, न न सकारयोगः झकारः यदा भवति तर्हि किं भवति, सकार केन सूत्रं, केन सूत्रं, शुद्धसन्धि भवति अनेन, अतः प्रञ्चते वा किम्, अत्र सूत्रं द्वयं भवति खलु महोदय, एकनिमिषः मदर् महोदय वदति सकारस्य स्थाने किं भवति, मदर् महोदय सूत्रसन्धि अस्ति खलु, आम् नकारः भवति, महोदय नकारः कुतः आगच्छति महोदय सुत्वसन्धिः अस्ति खलु सकारस्थाने किं भवति षकारः भवति तदनन्तरं किं भवति चकारयोगझकारः किं भवति चकारयोगझकारः किम् षकारः झल् वर्णः अस्ति तदनन्तरं जकारः तृतीयवर्णः अस्ति तर्हि किं भवति जष्टसन्धिः भवति केन सूत्रेण जलां जशोन्ते अन्ते अस्ति वा पदान्ते नास्ति पदान्ते नास्ति जलां तर्हि जलां झस् झषि इति सूत्रेण शकारस्थाने किं भवति जलां झस् झषि तत्र झष् झष् वर्णः भवति खलु तर्हि शकारस्य अन्तर्तमः झष् वर्णः किं कः सकारस्य अन्तर्तमं झष् वर्णः किम् ऊष्माणः वर्णः तालव्यशकारः अस्ति तस्य स्थाने जकारः भवति झष् वर्णः भवति अतः शकारस्य स्थाने अन्तर्तमः इति सूत्रं शकारस्य अन्तर्तमः तालव्यः भवति खलु शकारः तालव्य अस्ति अतः अतः तस्य अन्तर्तमः तालव्यवर्णः कः अस्ति जश् प्रत्याहारे वदतु महोदय चकारः अस्ति किं किं चकारः जश् प्रत्याहार जश् प्रत्याहार चकारः जश् प्रत्याहार तृतीय वर्ग तृतीय जश् प्रत्याहार इत्युक्ते किं तृतीयवर्णः खलु तृतीयवर्णः तृतीयवर्णे तृतीयवर्णे तु तालव्यशकारस्य अन्तर्तमवर्णः कः जकारः जकारः अतः किं भवति भृज्यते भृ जजयते इति जकारः द्वयमस्ति भृज्यते भृज्यते अस्तु धन्यवादः महोदय अग्रे मीना महोदय भवती करोतु व्यद् व्यद् श्रूयते वा इदं म्यूट् अस्ति इति चिन्तयामि म्यूट् अस्ति ओके व्यद् योगः यक् तत्र यकारस्य इकार भवति विद् विद् योगः विद्यते भवति तत्र वकारः अस्ति तत्र सम्प्रसारणवर्णः परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण वकारः तादृशं तिष्ठति सो विद् विद् य ते विद्यते किं भवति विद्यते अस्ति सम्यक् वा विद्यते विद्यते सम्यक् वा आमां विद्यते अग्रे व्यच् योगः यक् तादृशमेव विच्यते न सम्प्रसारकारः तिष्ठति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण यकारः इकारः भवति विच्यते अनन्तरं वच् सम्यक् वा महोदय विच्यते अग्रे देन् वच् योगः यक् वकारः उच्यते तत्र वकारस्य उकारः भवति उच्यते स्वप् योगः यक् वकारस्य उकारः सुप्यते यज् योगः यक् इज्यते वप् योगः स्वप् सुप्यते महोदय सुप्यते यज् योगः यक् इज् ओके धन्यवादः विजय महोदय अग्रे यज् योगः यक् आम् यकारस्य स्थाने इकारः भूत्वा इज् भवति सम्प्रसारणं भूत्वा इच्छ्यते वप् उकारः भूत्वा उप्यते वह् अत्र अपि उक्ष्यते वद् अत्र अपि उद्यते वश् अत्र अपि उष्यते इति भवति किं भवति उष्यते हा उष्यते अस्तु तर्हि इज्यते उप्यते उह्यते उद्यते उष्यते अस्तु धन्यवादः महोदय अग्रे रघुपतिमहोदय अग्रे पठतु हा महोदय एकांश अत्र वस् इति उष्यते इति भवेत् परन्तु अत्र शासि वसि गसीनाञ्च इति चास् वस् गस् इत्येषां धातूनाम् इन्प्रत्यारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशः भवति सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः इत्यनेन षत्वं न सम्भवति तस्माच्च अस्य सूत्रस्य आवश्यकता अस्ति शासिश्च वसिश्च घसिश्च तेषाम् यतेतरद्वन्द्वः शासि वसि गसयः तेषां शासि वसि गसि गसीनां च गसीनां शासि वसि गसीनां षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सहेः साढः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्य इत्यस्य अनुवृत्तिः तयोर्व्यावचि संहितायाम् इत्यस्मात् संहिताम् इत्यस्य अनुवृत्तिः इण्कोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति शासि वसि गसीनाञ्च इण्कोः सः मूर्धन्यः संहितायाम् इति एतद् वदति परिगणितधातूनां शासि वसि गसीनां तत्र सकारस्य शब्दं भवति आदेशप्रत्यय इत्यनेन न भवति किमर्थम् आदेशप्रत्यय इति प्रत्ययस्य आदेशस्य एव भवति इति अस्ति अतः एतत् प्रत्ययस्य नास्ति धातोः एव अस्ति अतः तस्य षत्वं तत्र करणीयं षत्वं करणीयमस्ति अतः अस्य सूत्रस्य आवश्यकता अस्ति यथा वस् योग यक् इति अस्ति इदानीं तत्र सम्प्रसारणकृत उस् इति भवति इदानीम् उकारः इण् वर्णः अस्ति इण्कोः इति तत्र आगच्छति इण् इत्यस्य अतः इण् वर्णः अस्ति सकारात् पूर्वं तर्हि तत्र इदानीं तत्र उष्यते इति भवति उस् योग यक् उष्यते इति अस्ति अस्तु तर्हि षत्वं भवति वा षत्वं षत्वं न भवति आदेशप्रत्ययोग इत्यनेन षत्वं न सम्भवति इति सम्भवति अन्यथा तत्तेन सूत्रेणैव अभविष्यत् परन्तु इदानीं न भवति खलु एतत् धातोः एव अस्ति सकारः तर्हि पश्यतु वस् योगः यक् अत्र वकारस्य उकारः भवति उस् योगः यक् इदानीम् आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वं न भवितुं शक्नोति यतोहि सकारः धातोः अवयवः अस्ति प्रत्ययस्य अथवा प्रत्ययस्य अथवा आदेशस्य अवयवः नास्ति अतः नूतनसूत्रं कार्यं करोति शासि वसि घसीनां च तर्हि शास् वस् घस् इत्येषां धातूनां यदि सकारः इन् प्रत्याहार अथवा कवर्गीयवर्णस्य अनन्तरम् आगच्छति तस्य मूर्धनषकारः भवति तर्हि वस् योगः यक् मध्ये उ भवति उस् योगः यक् उ इदानीम् इन् प्रत्याहारवर्ण अस्ति तदनन्तरं सकारः भवति अतः सकारस्य स्थाने षकारः भवति शासि वसि घसीनां च इति सूत्रेण उष्यते इति भवति षत्वं भवति परन्तु आदेशप्रत्ययो इति सूत्रेण न इदानीं नूतनसूत्रेण भवति तर्हि सकारः आदेशस्य अवयवः नास्ति प्रत्ययस्य अवयवः नास्ति खलु अवयवः नास्ति धातोः अवयवः अस्ति अतः तस्य कृते नूतनसूत्रम् अवगच्छन्ति वा? अवगतं महोदय. आमाम्. अग्रे अग्रे पठतु महोदय. हलः. हा एकनिमिष. हलः इति अग्रिमसूत्रमस्ति. चतुर्थाध्यायस्य षष्ठाध्यायस्य चतुर्थपादस्य द्वितीयसूत्रमस्ति. अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः भवति. यः हल्वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति इति अस्ति. इति सूत्रं वदति हलः पञ्चम्यन्तम् एकपदमिदं सूत्रमस्ति. येन विधि स्वतन्त्रस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति अचश्च अलोन्त्यस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः दलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति इति अस्ति. इदानीं तत्र एतत् सूत्रं वक्ति तत्र यत् अङ्ग अवयव हल् भवेत् तस्मात् परं तत्र यत् सम्प्रसारण यत् अस्ति तद् अन्ते अङ्गस्य अन्ते भवेत् इति अस्ति. तादृश अत्र हलः उत्तरस्य सम्प्रसारणस्य अङ्गस्य दीर्घः भवति इति तपदान् धात्वन्ते भवेत् तत्र यत् सम्प्रसारणं भवति तदन्ते भवेत् अङ्गस्य अन्ते भवेत् तदा एव तत्र दीर्घः भवति इति एतत् सूत्रं वदति. अग्रे तत्र अकृतसारदादकदीर्घ इति सूत्रं वयं दृष्टवन्तः. अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे. किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्धात्मकः चेत् न भवति इति अस्ति. अत्र किमर्थं दत्तमस्ति इत्युक्ते हलः अपि च अकसारदीर्घः इत्यस्य तत् दीर्घः एव करोति. इदानीं तत्र हलः इति अन्तरङ्गसूत्रमस्ति. किमर्थं तत्र निमित्तं तत्र पूर्वमस्ति. हल अकृसारदीर्घ इति निमित्तं तत्र तत्र बहिः अस्ति अतः तदेव कार्यं करोति इति अस्ति. अन्तरङ्गं सूत्रमस्ति इति कृत्वा यद्यपि परसूत्र पूर्वसूत्रमस्ति हलः तदेव कार्यं करोति. यथा अत्र ज्यायोग यक् इति अस्ति अत्र य इति अस्ति. इदानीं ग्रहिज्या इत्यनेन तत्र जी भवति. इदानीं जीयोग आयोग यक् अत्र अकारस्य सम्प्रसारणाच्च इत्यनेन तत्र पूर्वरूपं भवति जीयोग यक् इति. इदानीं जीयोग यक् इत्यस्मिन् तत्र धातु सूत्रद्वयस्य प्रसक्तिः अकृसार्वदीर्घः हलः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति इत्युक्ते अत्र इकारः अन्ते अस्ति अपि च तत्त्वात् पूर्वं जकारः अस्ति हल् अस्ति अतः हलः इति सूत्रस्य प्रसक्तिः अस्ति. अपि च यक यक् इति अकृत् तत्र अकृत् अस्ति यकारः यकारादिप्रत्ययः अस्ति. परन्तु अन्तरङ्गमस्ति कृत्वा हलः इत्यस्य प्रसक्तिः जीयोग यक् जीयते इति क्षम्यतां जीयोग यक् जीयते जीयोग यक् हलः इति सूत्रेण भवेत् खलु अकृत्सारधातयोः दीर्घः न भवति तत्र यक् प्रत्ययः कृत् प्रत्ययः अस्ति किल मुद्रणदोषमस्ति प्रायः तत्र हल्लः इत्यनेन एव भवति जी परन्तु तदनन्तरम् अकृत् सार्वधातुकयोः कार्यं कर्तुं तदपि भवति सत्यं तदपि भवति तत्र पर्जन्यवत् पर्जन्यवत् भवति रूपभेदः न भवति परन्तु अकृत् सार्वधातुकयोः कार्यं कर्तुं शक्नोति खलु करोति क्षम्यतां कथं करोति कार्यं पुनः परिवर्तनं न भवति परन्तु सूत्रस्य प्रसक्तिः अस्ति खलु ईकारस्य ईकार एव भवति पुनः ईकारः एव तिष्ठति. अहं न अवगतं मया कथम् अकृत्सार्वधातुकयोः दीर्घः भवति दीर्घस्य दीर्घादेशः अजन्त अङ्गस्य दीर्घादेशः भवति. इदानीं जी इति अङ्गमस्ति जी अजन्त एव अस्ति तस्य दीर्घः भवति दीर्घस्य दीर्घत्वं दीर्घ एव अस्ति अतः सूत्रस्य प्रसक्तिः अस्ति परन्तु भेदः किमपि कोऽपि न भवति जीयते अग्रे अकृत्सारुधातुकयोः इति भवति तत्र यक् इति अकृत्सारुधातुकप्रत्ययं वा आम् यक् इति प्रत्ययः कृत् अपि नास्ति सार्वधातुक अपि नास्ति खलु अकृत् अपि च असार्वधातुक एव खलु अत्र अकृत् अपि च असार्वधातुक एव वा तत्र कृत् नास्ति अपि च सार्वधातुकं नास्ति यदा कदापि समासपदे अग्रे ओ अस्ति तस्य विपरीतं समस्तपदेषु प्रत्येकपदे गच्छति अस्तु नै नै इति सर्वत्र भवति नै नै नै तत्पुरुषः अस्ति खलु अत्र तत् नै कृत् कृते अपि भवति सार्वधातुक कृते अपि भवति इति इति सिद्धान्तमस्ति अस्तु तर्हि किमस्ति पश्यतु ज्यायोगः यक् अत्र यकारस्थाने इकारः भवति सम्प्रसारणं कृत्वा जी योगः आयोगः यक् इकारयोगः आकारः तस्य सम्प्रसारणात् च इति सूत्रेण इकारः एव तिष्ठति जी योगः यक् इदानीं पश्यतु सूत्रद्वयस्य प्रसक्तिः अस्ति अकृत्सार्वधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति यतोहि अजन्त अङ्गमस्ति जी तस्य अनन्तरं यक् अस्ति किमर्थं लोपः भवति तत्र जी योगः भवती वदतु लोपः नास्ति सन्धिः अस्ति न न न लोपः न भवति जकारः यकारः स्थाने इकारः जी तदनन्तरम् आकारः अस्तु अस्तु महोदय केन सूत्रेण केन सूत्रेण सन्धि किं महोदय इकारयोगः आकारः अस्ति खलु यण् सन्धि यण् सन्धि यण् सन्धि अस्ति चेत् इकारः आगच्छति पुनः तदेव भवति खलु सर्वदा भवति यत् अस्माभिः पठितं तदेव विस्मरति जी जा योगः यक् यकारस्थाने इकारः भवति इकारसम्प्रसारणं तत्र जी रघुपतिमहोदय एकनिमिषः मीनामहोदय वदति मीनामहोदय न वदति चेत् सा कदापि न अवगच्छति ज्या योगः यक् यकारस्थाने इकारः भवति जी योगः आयोगः यक् इदानीं वदतु जी योगः आयोगः यक् मध्ये इकारयोगः अकारः तस्य किं परिवर्तनं भवति तत्र जी योगः आयोगः यक् भवति तत्र आकारः हलः इति सूत्रेण वा न न न न अस्माकं समानं सूत्रमस्ति सामान्यसूत्रमस्ति सम्प्रसारणवर्णः अस्ति इकारः इकारः सम्प्रसारणवर्ण अस्ति तदनन्तरं तस्य अग्रे आकारः भवति चेत् किं सन्धि किमस्ति सन्धिसूत्रं किमस्ति यण् भवति तत्र यण् भवति खलु पुनः ज्या भवति किमर्थं तत्र पुनरपि ज्या भवति महोदय न इदानीम् अहं सन्तुष्ट नास्मि भवती ग्रहयोगः यत् करोति खलु उपरि अभ्यासे ग्रहयोगः यत् करोति खलु गृह्यते तत्र वदतु ग्रहमध्ये के वर्णाः सन्ति ग्रह इति मध्ये के वर्णाः सन्ति गकारः रेपः हकारः पुनः वदतु गकारः रेपः अकारः अकारः रेपः हकारः अकारः अकारः अन्ते कथं भवति ग्रहधातु अस्ति खलु अनन्तमस्ति अकारः नास्ति हकारः एव अकारः नास्ति अन्ते पुनः वदतु गकारः रेपः हकारः मध्ये अकारः नास्ति वा ग्रह अस्ति वा ग्रह नास्ति वा ग्रह ग्रह धातु धातु अन्ते अकारः अस्ति ग्रह इति धातु चेत् अन्ते अकारः अस्ति ग्रह ग्रहधातु ग्रहधातु जानाति खलु धातुं ग्रह ग्रहधातु तत्र रेपः अकारः अकारः वा तदेव वदतु तर्हि इदानीं सम्प्रसारणं यदा करोति तर्हि रेफस्थाने किं भवति तर्हि इदानीं गकारः ऋ अकारः हकारः इति अस्ति खलु हकारः योगः अ किं करोति भवती योगः अ योगः अ किं भवति तत्र पूर्वे भवति किमपि किमर्थं न पृच्छति गृह्यते भवती करोति भवति गृह्यते गृह्यते पृच्छते पृच्छते इति भवती करोति तत्र अपि मध्ये तत्र तत्र किमर्थं न पृच्छति रियोगः किं करणीयं गृहि गृहि सम्प्रसारणाच्च पठति खलु सम्प्रसारणाच्च इति सूत्रं किं वदति सम्प्रसारणाच्च अचि पूर्वपदयो एकः पूर्वः संहितायाम् अचि परे तत्र गृ तत्र सम्प्रसारणाच्च अचि आकारः अस्ति पूर्वपरयोः एकः पूर्वः ओ तत्र अकारः लोपः भवति संहितायां लोपः नास्ति पूर्वपरयोः एकादेशः भवति कस्य आदेशः पूर्वस्य आदेशः भवति पूर्वस्य आदेशः सो गृ गृ गृ ऋयोगः ऋ एव तिष्ठति तथैव ज्या मध्ये किं महोदय भवती अवगच्छति न वा यदा अहं पृच्छामि भवती अवगच्छति न वा इदानीम् अवगच्छामि न न न सम्प्रसारणाच्च इति सूत्रं वयं गत द्विवर्षेभ्यः करोमि कुर्मः तत्र अस्माभिः पूर्वे दिवादिगणे अपि पठितं तुदादिगणे अपि पठितं किमर्थं दोषं करोति सम्प्रसारणम् इति नूतनकार्यं नास्ति नूतनकार्यं नास्ति महोदय इदानीं मया विस्मृतं तत्र तत्र पूर्वपरयोः एकः पूर्व संहितायां तत्र मम भ्रमः आसीत् भ्रमः अस्ति चेत् भवती इदानीं पर्यन्तं कथं रूपनिर्माणं करोति यत्र सम्प्रसारणं भवति गृह्यते मध्ये भवत्याः शङ्का न आगच्छति वा तत्र मध्ये अकारः अस्ति तत्रापि तादृशमेव कार्यमस्ति अत्र भवती आकारं दृष्ट्वा भवती जानाति वा तत्र भवत्याः तत्र मस्तिष्के भवति वा तत्र अकारः अपि अस्ति खलु अन्य पूर्वम् अकारः अकारः अस्ति अतः भवती भिन्नम् इति किमपि अस्ति अतः चिन्तयति परन्तु अकारः अपि अस्ति पूर्वे तत्र किमर्थं न पृच्छति एतादृशं मा करोतु महोदय भवती इदानीं वरिष्ठा अस्ति अत्र नूतनछात्रा नास्ति इदानीं सम्प्रसारणम् इति नूतनं कार्यं नास्ति अतः एतादृशः भ्रमः अस्वीकरणीयः अस्ति अस्तु तर्हि जीयोगः यक् इति भवति इदानीम् अकृत् सार्वधातुकयोः इति सूत्रमपि कार्यं कर्तुं शक्नोति परन्तु तत् तस्मात् तस्य अपेक्षया एकं नूतनं सूत्रम् अस्ति हलः हलः अपि वस्तुतः अस्माभिः पूर्वं पठितं परन्तु पुनः पठामः हलः इति सूत्रं किं वदति यदि अङ्गः अस्ति तत्र अङ्गमध्ये हल् वर्णः अस्ति. हल् वर्णः अनन्तरं यदि सम्प्रसारणवर्णः अस्ति अपि च तत् तत् सम्प्रसारणवर्णं वर्णः अङ्गस्य अन्ते अस्ति. पश्यतु जी इति अङ्गम् अस्ति खलु, जी योगः यक्. अत्र जकारः हल् वर्णः अस्ति, तस्य अनन्तरम् इकारः अस्ति. इकारः यत् अस्ति सः सम्प्रसारणवर्णः अस्ति. ज्या मध्ये यकारस्य स्थाने इकारः आगच्छति खलु, अतः इकारः सम्प्रसारणवर्णः अस्ति. सम्प्रसारणवर्णः अस्ति अपि च अङ्गस्य अन्ते अस्ति. अतः एतादृशं निमित्तं यदि अस्ति चेत् दीर्घत्वं भवति. पश्यतु अस्य कृते परनिमित्तं किमपि नास्ति, नाम अग्रे प्रत्ययः कीदृशः, यकारादि जकारादि वकारादि किमपि चिन्तनं नास्ति, परनिमित्तं नास्ति. सर्वदा हल् वर्णः, तस्य अनन्तरं सम्प्रसारणवर्णः अस्ति चेत् तस्य दीर्घत्वं भवति यदि सम्प्रसारणवर्ण अङ्गस्य अन्ते अस्ति. अतः परनिमित्तं नास्ति, अतः अकृत् सार्वधातुकयोः दीर्घ इति सूत्रस्य अपेक्षया हल इति बलवत्तरम् अस्ति अन्तरङ्ग इति सिद्धान्तेन. अन्तरङ्गम् अस्ति खलु, पूर्वपरनित्य अन्तरङ्ग अपवाद उत्तरोत्तरं बलीय इति, तर्हि अन्तरङ्ग अस्ति. यतोहि अत्र परनिमित्तं किमपि नास्ति, अन्तरङ्गम् अस्ति. अतः अलः इति सूत्रं कार्यं करोति, तेन इकारस्य स्थाने ईकारः भवति. जी योगः यक् जीय. इदानीं पुनः अकृत् सार्वधातुकयोः कार्यं कर्तुं शक्नोति, यतोहि अजन्तम् अङ्गमस्ति, दीर्घमस्ति, तर्हि दीर्घस्य पुनः दीर्घत्वं भवति. जी योगः यक् जीयते. तर्हि पश्यतु, एकधातुः अस्ति ज्या, अन्यधातुः अस्ति जी, जी जय जये जय टु विन्. तत्र धातुः अस्ति जी, जी योगः यक्. तत्र अकृत् सार्वधातुकयोः इति सूत्रेण जीयते भवति, यतोहि तत्र इकारः सम्प्रसारण इकारः नास्ति, तत्र मूलतः इकारः एव अस्ति. अतः तत्र हलः इति सूत्रं कार्यं न करोति, तत्र यतोहि तत्र सम्प्रसारणस्य किमपि निमित्तं चिन्तनं नास्ति. परन्तु ज्यायोगः यक् मध्ये यः इकारः आगच्छति यकारस्य स्थाने, तत् सम्प्रसारण इकारः अस्ति, अतः तत्र हलः इति सूत्रकार्यं करोति, जीयते. तर्हि उभयत्र जी योगः यक् जी धातु कृते अपि जीयते भवति, ज्या धातु कृते अपि जीयते भवति, परन्तु सूत्रं भिन्नम् अस्ति येन दीर्घत्वं भवति. जी धातु अस्ति चेत् अकृत् सार्वधातुकयोः दीर्घः, ज्या धातु अस्ति चेत् हलः इति सूत्रेण भवति. सर्वे आगच्छन्ति वा? अवगतं महोदय. अस्तु, भवती एव करोतु इदानीं. व्येययोगः यः व्ययोगः यः यक् तत्र सम्प्रसारणम् इति सूत्र तत्र यक् यकारस्य इकारः भवति. वि यक् वकारः इकारः तत्र यक् भवति व्येङ् तत्र किं भवति महोदय? वियोगः वि ए यक् य तु गच्छति हलन्त्यम् इति सूत्रेण, तर्हि वि ए भवती वदतु. वि भवति तत्र तादृश तत्र एकारः वि ईकारः योगः एकारः तत्र सम्प्रसनात् च इति सूत्रेण पूर्वरूपम् एकादेशः भवति. तत्र वेयते वा पूर्वपरयोगः वियोगः ए वियते वियते मध्ये दीर्घ इकारः अस्ति वा ह्रस्व इकारः? वियते मध्ये तत्र हलः इति सूत्रेण दीर्घः भवितुं शक्यमिति चिन्तयामि. वीयते सत्यं वीयते. तर्हि वकारः इति हल् वर्णः अस्ति, तस्मात् अनन्तरम् इकारः यत् अस्ति तत् इकारः सम्प्रसारणी इकारः अस्ति, अतः हलः इति सूत्रेण वीयते. मदर् महोदय अग्रे वेययोगः यत् वेयं योगः यक् अत्र सम्प्रसारणं भवति वास्थाने ऊयते दीर्घं भवति. हलः इति सूत्रेण अत्र दीर्घत्वं ऊयते. किं सम्यक् वा ऊयते? वकारस्थाने उकारः आगच्छति, उकारः यकारः अस्ति. सम्प्रसारणं च इति सूत्रेण पूर्वरूप आदेशः ऊयोगः य यक् ऊयोगः यक् अत अत्र हलः इति सूत्रं कार्यं करोति. करोति वा? ऊयोगः यक् न करोति महोदय. अत्र अत्र हल् वर्णः नास्ति पूर्वस्थाने. एक एव वर्णः अस्ति खलु उ. हल् वर्णः नास्ति, किं सूत्रं कार्यं करोति? अकृत् सार्वधातुकयोर्दीर्घः. उत्तमं. तर्हि अकृत् सार्वधातुकयोः इति सूत्रेण दीर्घत्वं भवति ऊयते. ऊयते ऊयते. अवगच्छन्ति खलु? अत्र हल कार्यं न करोति, अत्र अत्र हल् वर्णः नास्ति एव, हल् एकः एव वर्णः अस्ति, तस्मात् पूर्वं हल् वर्णः नास्ति, अतः अकृत् सावधातुकयोः इति सूत्रेण एव कार्यं भवति. अग्रे मेय अत्र अकारः अकारः अस्ति, एकारः वस्थाने ऊ. अकार किं भवति? ह व ए अस्ति खलु, ह व ए. ह व ए अस्ति, अत्र वकारस्य स्थाने उकारः आगच्छति, अतः हूयोगः यक् भवति. तर्हि हूयोगः यक् अग्रे किं भवति? हूयोगः अत्र हलः स्था इति सूत्रं कार्यं करोति महोदय. दीर्घत्वं भवति हूयते हूयते हूयते श्री करोति. विजया महोदय श्री विजया महोदय अस्ति वा? आमाम् आम् महोदय स्वी अस्ति अत्र. स्वी अत्र इकारः अस्ति, इकारस्य स्थाने स्वी. अत्र वकारस्य स्थाने उकारः, प्रथमम् इकारः अस्ति. स्वयते न किं प्रथमं शकारः अस्ति, अनन्तरं वकारः अस्ति, अनन्तरम् ईकारः. इदानीं वकारस्य स्थाने उकारः भवति, ईकारस्य स्थाने यकारः भवति. इकारस्य यकारः किमर्थं भवति? न अत्र प्रथमं शकारः अस्ति, वकारस्य स्थाने उकारः भवति, अनन्तरं ई भवति, स्वीयते इति भवति वा महोदय? न स्वूय वकारस्य उकारः भवति, तर्हि ष उ ष उ इ इदानीं किम्? अनन्तरं याते ष उ इ, उ इ किं भवति सन्धि? मीना महोदय इदानीं पर्यन्तं किं वदति भवती न शृणोति वा? यन् वद यन् सन्धि इको यन् चि इत्यनेन यन् सन्धिः भवति खलु महोदय? करोतु, किं भवति? एकनिमिषः, यन् सन्धि करोतु, इ इ अ स्थाने किं भवति? उ इ स्थाने किं भवति? श्री भवति खलु, श्री भवति, आम् श्री भवति, आम् श्री मूलरूपं किम् अस्ति? श्री एव अस्ति खलु, किमपि भेदः न भवति वा? भवति एव, इदानीं वकारस्य स्थाने उकारः भवति खलु, वकारस्थाने उकारः भवति, तदनन्तरं उ योगः इ भवति, यण् सन्धि करोति, पुनः श्री एव भवति खलु? आम् आम् आम् तर्हि श्रूयते एव करणस्य करणीय श्रूयते एव भवति करोति चेत् सम्प्रसारणं किमर्थं करोति? केवलं योजनं करोतु खलु, श्रूयते समाप्तं, सम्प्रसारणं किमर्थं करोति? वदतु, पूर्वपरयोः स्थाने एकः पूर्वरूपः आदेशः भवति वा अत्र? केन सूत्रेण? सम्प्रसारणाच्च इत्यनेन। तर्हि कतिवारम् अहं वदामि अत्र, मीना महोदय अपि पृच्छति, भवती न शृणोति वा? पूर्वपरयोः अत्र एतत् मीना महोदया कृते अहं तत्र विवरणं दत्तम्, अहं विवरणं ददामि अत्र। आम् आम्, वीयते वीयते इत्यनेन अत्र व्ये व्ये इति भवति अत्र। ष इ अस्ति, वकारस्थाने उकारः, ष उ इ, इदानीम् उ सम्प्रसारणवर्णः अस्ति, अतः उ इ किं भवति? उ एव तिष्ठति, आम् सम्प्रसारण पूर्वरूपः, पूर्वरूपः आदेशः भवति। तर्हि किं रूपं भवति? ष योगः उ योगः यक् इदानीं किं भवति? श्रूयते वा? श्रूयते, उकारः ह्रस्व अस्ति वा दीर्घः अस्ति वा? ओ इदानीम् अत्र आलः इति कार्यं करोति, अतः दीर्घः भवति, श्रूयते इति भवति, श्रूयते इति भवति, श्रूयते इति भवति, श्रूयते अन्तिमरूपः। आम् महोदय, धन्यवादः, सर्वे शृण्वन्तु, एतादृशदोषः अस्वीकरणीयः अस्ति। इदानीं कोऽपि अत्र नूतनछात्रः नास्ति, सम्प्रसारणम् अस्माभिः कतिवारं पठितम् अस्ति, कतिवारं नाम 2020 तः वयं पठामः, इदानीं 2023 समापयति, तत्र सम्प्रसारणं किम् अस्ति, तत्र सम्प्रसारणाच्च इति सूत्रेण कथं भवति, इट् इस् लैक् नाट् नोयिङ्ग् 1+1=2, देट् इट् इस् देट् बेसिक् नौ। तर्हि सर्वदा पुनः अभ्यासं सर्वे कुर्वन्तु, यदा वयम् अग्रे गच्छामः तत्र पूर्वं विस्मरणीय नास्ति, अथवा अन्यथा किमर्थ अन्यथा भवन्तः कथं अग्रे पठन्ति खलु, तत्र दोषः भवति। इदानीं एतादृशं मा करोतु, सम्प्रसारणाच्च इति अस्माकं बेसिक् सूत्रमस्ति। तर्हि पुनः पठतु श्रूयते नास्ति महोदय अस्तु तर्हि इदानीं विरमामः दीर्घः भवति प्रथमं सम्प्रसारणाच इत्यनेन भवति महोदय सम्प्रसारणं भवति वकारस्य स्थाने उकारः अनन्तरं हलः इति सूत्रेण दीर्घः भूत्वा श्रूयते इति भवति अन्तिमरूपं धन्यवादः महोदय शुभरात्रि अग्रिमवासरे प्रायः वर्गः न भविष्यति यतोहि अहं यात्रां करोमि अस्तु महोदय अस्तु धन्यवादः महोदय शुभरात्रिः नमस्काराः अग्रिम अग्रिमवर्गे वर्गः नास्ति वा प्रायः नास्ति वदामि परन्तु प्रायः नास्ति अस्तु महोदय धन्यवादः शुभरात्रि